अस्तु, तर्हि इदानीं वयं तत्र प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वं तुल्यन्यायात् इति भागे स्मः. पृष्ठसङ्ख्या अस्ति 47. अत्र वयं पूर्वतनकक्षायां दृष्टवन्तः अत्र घटः भूतले नास्ति संयोगसम्बन्धेन अथवा काले विषयतासम्बन्धेन घटः नास्ति इति तादृशभावः. यदि घटः भूतले अभविष्यत् तर्हि संयोगसम्बन्धेन घटः भूतले अभविष्यत्. घटः नास्ति चेत् तत्र घटाभावः भूतले अस्ति इति वदामः. तर्हि तत्र घटाभावः भूतले इति यदा वदामः तत्र अभावः केन सम्बन्धेन भूतले इति चिन्तयामः चेत् तत्र स्वरूपसम्बन्धेन इति. इत्युक्ते यदा घटाभावः भूतले इति वदामः चेत् घटाभावे आदेयता अस्ति, घटाभावः आदेयः, भूतलम् इति अधिकरणं भूतले अधिकरणता अस्ति, तत्र घटाभावः अत्र स्वरूपसम्बन्ध अवच्छिन्नघटाभावः इति वक्तुं शक्नुमः. तत्र अवच्छिन्न अवच्छेद्या अवच्छेदकता एतत् सर्वं गते सप्ताहे वयं किञ्चित् पुनरावर्तनं कृतवन्तः, तर्हि सर्वे अवगच्छन्ति इति मन्ये. तर्हि तत्र घटाभावः भूतले इति वदामः चेत् तत्र घटाभावः केन सम्बन्धेन भूतले अस्ति? स्वसम्बन्धेन अस्ति. तर्हि तत्र घटाभावः इति वदामः चेत् तत्र घटाभावे आदेयता अस्ति खलु. तर्हि घटाभावे भिन्नभिन्न आदेयता भवितुम् अर्हति. तर्हि इदानीं यद् घटाभावः वयं वदामः तद् घटाभावः केन अवच्छिन्ना भवति? स्वरूपसम्बन्धेन. स्वरूपसम्बन्धेन अवच्छिन्ना भवति. तर्हि घटः संयोगसम्बन्धेन भूतले अस्ति, घटाभावः भूतले यदा वर्तते तदा स्वरूपसम्बन्ध अभावः स्वरूपसम्बन्धेन भूतले अस्ति इति कारणात् तत्र घटाभावः स्वरूपसम्बन्ध अवच्छिन्न घटाभावः इति वयं वक्तुं शक्नुमः. इदानीं यदा वयम् अन्योन्य अभावविषये चिन्तयामः चेत् अन्योन्य अभावः इत्युक्ते कः? अन्योन्यभावः इत्युक्ते भेदः खलु. तर्हि घटस्य अन्योन्यभेदः कथा न भवति? अथवा कुत्र घटस्य अन्योन्यभावः कुत्र भवति कुत्र न भवति? यदा घटः आनय रामप्रिया भगिनी वदतु, किमपि उक्तवती? घटस्य आनयनेन अभावः नष्टः भवति. अस्तु, घटस्य आनयनेन अभावः नष्टः भवति चेत् सः अभावः कीदृश अभावः? अत्यन्तभावः किल. अत्यन्तभावः, उत्तमम्. इदानीं भूतले घटः नास्ति, घटः आनयामः चेत् तत्र घटाभावः नष्टः भवति, तर्हि तद्भवति अत्यन्तभावः. अन्योन्यभावः इत्युक्ते कः? भेदः. अस्तु, भेदः इत्युक्ते तत्र कोऽपि वाक्यं वक्तुं शक्नोति वा? तत्र घटः भूतले नास्ति अथवा घटाभावः अस्ति इत्युक्ते अत्र अत्यन्तभावः इति वक्तुं शक्नुमः. तथा भेदस्थले कथं भवति अस्माकं प्रतीतिः? घटं विना सर्वत्र एव भवति. हा, सत्यं, परन्तु घटं विना सर्वत्र भवति, उत्तमं. तर्हि घटः पटौ पटः न इति वदामः चेत् तत्र अन्योन्यभावः. सत्यं? तर्हि यदा बालसुब्रह्मण्यं महोदयेन उक्तं घटं विहाय सर्वत्र अन्योन्यभावः, घटस्य अन्योन्यभावः वर्तते, सत्यं? तर्हि यदा घटः अस्ति तत्र केवलं तस्मिन् घटे अन्योन्यभावः नास्ति. घटः स्वस्मिन् यदा तादात्म्यसम्बन्धेन वर्तते तदा तत्र अन्योन्यभावः नास्ति. अन्यत्र सर्वत्र घटाभावः इत्युक्ते घटस्य अन्योन्यभावः वर्तते. तर्हि अत्र केन सम्बन्धेन अवच्छिन्ना भवति? तादात्म्यसम्बन्धेन. यदा यत्र तादात्म्यसम्बन्धेन घटः अस्ति स्वस्मिन् तदा घटस्य अन्योन्यभावः नष्टः भवति. अस्तु, एतत् पर्यन्तं स्पष्टम्? अस्तु, तर्हि किञ्चित् अग्रे पठामः. तत्र रामप्रिया भगिनी भवती एव पठति वा? तत्र सङ्ख्या अस्ति प्रायः अष्टचत्वारिंशत्तमे पुटे आरम्भं करणीयम् इति चिन्तयामि. तत् काले विषयतासम्बन्धेन इति अस्ति खलु, तस्मात् आरम्भं कुर्मः. लघुप्रश्नः महोदय, लघुप्रश्नः. हा वदतु महोदय. अभावस्यापि अधिकरणम् अस्ति वा? अभावः तस्यापि अधिकरणम् अस्ति वा? चिन्तयतु, घटाभावः किमपि नास्ति इति नास्ति खलु. इत्युक्ते तत्र घटाभावः इति वदामः चेत्, घटाभावः भूतले इति वदामः चेत् तत्र अभावस्य अत्र अधिकरणम् अस्ति वा नास्ति वा, भवान् किं चिन्तयति? अस्ति, अधिकरणम् अस्ति. किञ्चित् अवगमनं किञ्चित् कष्टं भवति. यदा किमपि नास्ति, किमपि नास्ति इति न खलु, इत्युक्ते तत्र हा तथा इत्युक्ते तत्र अभावः इत्युक्ते तत्र तत्र भावः नास्ति इति, इत्युक्ते अत्र घटः घटः इति पदार्थः अस्ति चेत् तदस्ति भावपदार्थः खलु. तर्हि घटः इति कश्चन पदार्थः अस्ति. इदानीं भूतले चिन्तयतु, भूतलमस्ति, भूतले अन्य किमपि अस्ति, प्रायः पुस्तकम् अस्ति, उत्पीठिका अस्ति, तत्सर्वम् अस्ति, परन्तु घटः नास्ति. तर्हि तत्र घटाभावः भूतले अस्ति इति वदामः चेत् तत्र अभावस्य अधिकरणम् अस्ति खलु. तत्र भूतलम् इति अधिकरणम् अस्ति, अत्र घटाभावः अस्ति. प्रायः उत्पीठिकायां घटः अस्ति परन्तु भूतले नास्ति. इत्युक्ते अत्र भूतले घटाभावः अस्ति, उत्पीठिकायां घटः अस्ति इति वक्तुं शक्नुमः. धन्यवादः. आं पठतु भगिनि. आं भगिनि, काले विषयतासम्बन्धेन घटो नास्ति इति ज्ञाने भासमानम् अभावम् आधाय विषयतासम्बन्ध अवच्छिन्न घटत्वा अवच्छिन्न प्रतियोगिता निरूपक अभावनिष्ठस्वरूपसम्बन्ध अवच्छिन्न आधेयता तान् निरूपित अधिकरणतावान् कालः इति संक्षेपतः वक्तुं शक्नुमः. एवमेव इत्युक्ते एकक्षणं भगिनि, तदेव किञ्चित् पृथक् कृत्वा वदतु. तत्र तत् लघु पदमस्ति खलु, तत्र विषयतासम्बन्ध अवच्छिन्न. विषयतासम्बन्ध घटे विषयतासम्बन्ध अवच्छिन्न तद् अपि सांसर्गिक अवच्छेदकता इति वक्तुं शक्नुमः वा? आम् आम् तत्र सम्बन्ध सम्बन्धेन अवच्छिन्ना भवति चेत् सांसर्गिक अवच्छेदकता इति वक्तुं शक्नुमः. विषयता घटे एकक्षणं तत्र तत्र वाक्यम् अस्माकं वाक्यं किम् आसीत् तत्र तत् प्रथमम् उक्त्वा तदनन्तरं तस्य पदस्य परिचयः करोतु. काले विषयता सम्बन्धेन घटे नास्ति इति वाक्यमस्ति. तदानीं घटे विषयता सम्बन्धः अस्ति तदवच्छिन्ना भवति. घटत्वम् अपि अस्ति तदपि अवच्छिन्ना. प्रतियोगिता अपि अस्ति घटे. तद् निरूपयति अभावनिष्ठ स्वरूपसम्बन्ध अवच्छिन्ना आधेयता निरूपयति. आधेयता अधिकरणता निरूपयति. तद् काले आश्रयः भवति. उत्तमम् अति उत्तमम् इत्युक्ते काले अधिकरणता अस्ति. घटाभावे आधेयता अस्ति. तद् आधेयता स्वरूपसम्बन्धेन अवच्छिन्ना भवति. किमर्थं चेत् अभावः स्वरूपसम्बन्धेन अभावः यदा वदामः चेत् अभावे या आधेयता अस्ति सा स्वरूपसम्बन्धेन अवच्छिन्ना भवति खलु. भासमानम् अभावमादाय इत्युक्ते किं भगिनि? भासमानं भासमानम् इत्युक्ते तत्र प्रतीयमानम् अभावम् इति भासते इति वदामः खलु. एवमेव वायौ समवायेन रूपं नास्ति. तन्तौ संयोगेन पटो नास्ति. गगने कालिकेन घटत्वं नास्ति नास्ति इत्यादि प्रत्ययाः तत्र तत्र प्रतियोगितायां सम्बन्धविशेष अवच्छिन्नत्वं धर्मविशेष अवच्छिन्नत्वं च निवेश्यः अभ्यस्याः. तदानीमेव यदा काले विषयतासम्बन्धेन घटो नास्ति इत्येव वायौ समवायेन रूपं नास्ति. तन्तौ संयोगेन पटः नास्ति. गगने कालिकेन घटत्वं नास्ति इति वक्तुं शक्नुमः इति अस्ति. तत्र प्रतियोगितायां सम्बन्धविशेष अवच्छिन्नत्वं धर्मविशेष अवच्छिन्नत्वं च निवेश्य अभ्यस्याः. प्रतियोगितायां सम्बन्धतत्त्वम् अवगतं. विशेष अवच्छिन्नत्वं धर्मविशेष अवच्छिन्नत्वम् अभ्यस्याः इत्युक्ते अभ्यासम् इत्युक्ते तत्र तदेव इत्युक्ते तत्र भिन्नभिन्नप्रतीतिः अस्ति. अत्र वायौ समवायेन रूपं नास्ति. तन्तौ संयोगेन पटः नास्ति. गगने कालिकेन घटत्वं नास्ति इति एतादृश प्रतीतिः अत्र अस्ति चेत् ते तत्र किञ्चित् यथा कालिक तत्र काले विषयता सम्बन्धेन घटः नास्ति इति यदा वयं पठितवन्तः तत् तादृश अभ्यासः किञ्चित् कुर्मः चेत् तत्र ज्ञानं सुदृढं भवति इति. तत्र प्रायः किं कर्तुं शक्नुमः चेत् तत्र प्रत्येकं प्रायः एकम् वाक्यं स्वीकृत्य यथा गतसप्ताहेन तस्य पूर्वस्मिन् कक्षायां यदा वयं तत्र चित्रं दृष्टवन्तः खलु महोदयेन रचितं चित्रं तथा भवन्तः कुर्वन्ति चेत् तत्र चित्रं रचयन्ति चेत् तत्र सम्यक् भवति इति मम मतिः. समयः अस्ति चेत् रचयित्वा ईमेल् प्रेषयतु, तर्हि वयं तदपि किञ्चित् प्रायः चर्चामपि कर्तुं शक्नुमः. अस्तु भगिनि, अग्रे अपि पठतु. एवं एतावत्पर्यन्तं क्षम्यताम्, एतावत्पर्यन्तं प्रश्नः नास्ति खलु? कस्यापि प्रश्नः अस्ति वा? धर्मविशेषावच्छिन्नत्वम् इत्युक्ते घटत्वम् इति घटे विद्यमानं धर्मं खलु, घटे विद्यमानः धर्मः तथा दृष्टवन्तः खलु. तत्र अवच्छिन्ना इत्युक्ते यत्र कुत्रापि विद्यते अवच्छिन्नेन, यत्र कुत्रापि नियमनं करोति इति तत्र सर्वं वयं पठितवन्तः पूर्वं. तर्हि तत्र सम्बन्धेन अपि अवच्छिन्ना भवति, धर्मेन अपि अवच्छिन्ना भवति. अस्तु अग्रे भगिनि. पूर्वपुटे सांसर्गिक अवच्छेदकता इति वार्तं व्यवरणसमये अतः अनयोः अवच्छेदकतयोः निरूपणसौकर्याय समवायनिष्ठा अवच्छेदकतायाः संसर्गिक अवच्छेदकता इति व्यवहारो दृश्यते इति उक्तः. केवलं समवायनिष्ठ अवच्छेदकतायाः एव संसर्गिक अवच्छेदकता इति उक्तः वा? अत्र समवायः अत्र सम्बन्धः समवायः अस्ति खलु, तर्हि तथा उक्तवन्तः. परन्तु तत्र पश्यतु, तत्र षड् चत्वारिंशत्तमे पुटे अन्तिमपरिच्छेद आरम्भे संयोगसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकता इति अस्ति, पश्यति वा? कस्मिन् पुटे महोदय? अग्रिमपुटे यद्वयं यद्भवान् उक्तवान् तस्य अग्रिमपुटे अधोभागे पश्यतु, संयोगसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकता, पश्यति वा? सप्तचत्वारिंशत्. हा सप्त, क्षम्यतां, षड् इति उक्तवती खलु, क्षम्यतां, सप्तचत्वारिंशत्. तत्र प्रतियोगितायागसम्बन्धावच्छिन्नत्वं तुल्यन्यायात् इति भागः अस्ति खलु, तस्मिन् भागे अधो अन्तिमपरिच्छेदे प्रथमवाक्यं संयोगसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकता. धन्यवादः महोदय. एवं घटः पटो न इत्यत्रापि तादात्म्यसम्बन्धः भवति प्रतियोगिता अवच्छेदकः. तत्रापि घटः पटो न इत्यत्रापि तादात्म्यसम्बन्धः भवति प्रतियोगितासम्बन्धः अस्ति. किमर्थं तत्र स्वरूपसम्बन्धः वा समवायसम्बन्धः वा नास्ति? कदापि न वर्तते घटः पटे इति. उत्तमसम्बन्धः, उत्तमं. तर्हि तत्र घटः पटो न इति वदामः चेत् तत्र विषयः अस्ति अन्योन्यभावस्य विषयः, भेदविषयः. भेदः तु तत्र कदापि पटे घटः कदापि न वर्तते, भेदः तु नित्यः अस्ति. तर्हि तत्र घटः तादात्म्यसम्बन्धेन यत्र अस्ति तत्र एव तादृशघटाभावः नास्ति, अन्यत् अन्यत्र सर्वत्र वर्तते एव. तथा च घटत्व अवच्छिन्न तादात्म्यसम्बन्ध तादात्म्य अवचिन्न प्रतियोगिता प्रतियोगिताका अभावः यः यः भेदः तद्वान् पटः इति प्रतियोगितायाः तादात्म्य अवच्छिन्नत्वसिद्धिः तदेव घटत्व अवच्छिन्न तादात्म्यसम्बन्धः अस्ति तद् अवच्छिन्न प्रतियोगिताकः अस्ति तद् प्रतियोगितायाः आश्रयः अभावः घटाभावः आश्रयः अस्ति तद्वान् पटः तदेव पटः इति वा हा तद्वान् इत्युक्ते किं तत्र तद् इत्युक्ते न तत्र तद्वान् इति अस्ति खलु तद् इति तद् इत्युक्ते किम् आश्रयः वा न तत्र यः भेदः वान् इत्युक्ते आश्रयः एव खलु वान् इत्युक्ते तत्र यत्र आश्रयः अस्ति तत्र एव वान् इति प्रयोग प्रत्ययः उपयोगं कुर्मः तर्हि तत्र तद् इत्युक्ते किम् तत्र तद् इत्युक्ते वाक्यं पुनः एकवारं पठतु भगिनि तथा च घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताकाभावः भेदः भेदः एव तद् वा उत्तमं तद्वान् पटः इत्युक्ते घटः पटः न इत्युक्ते पटे तत्र घटभेदः वर्तते खलु तर्हि तत्र भेदवान् इति पटः एव इति प्रतियोगितायाः अवगतम् इति प्रतियोगितायाः तादात्म्य अवच्छिन्नत्व सिद्धिः तदेव तर्हि सुनील् महोदय अग्रे पठति वा आं भगिनि प्रकृते आदायत्वस्थले समवायादिसम्बन्धैः घटः कपालादिषु इव शब्दोऽपि समवायेन आकाशे कालिकेन काले विषयतासम्बन्धेन स्वविषयकप्रत्यये वर्तते इति बहुविधाधेयता शब्दे वर्तन्ते अतः आधेयस्थले समवाय आदिसम्बन्धैः घटः कपालादिषु इव शब्दे अपि समवायेन आकाशे शब्दः अपि शब्देन शब्दो शब्दः अपि शब्दः अपि समवायेन आकाशे कालिकेन काले वर्तते इति बहुविध आधेयता शब्दे वर्तन्ते इत्युक्ते तत्र पञ्चचत्वारिंशत् तमे पुटे पश्यतु अत्र तत्र चित्रमस्ति खलु यद्वयं यस्य विषये किञ्चित् अधिका चर्चा कृतवन्तः पूर्वं अधिकां चर्चां तत्र भिन्नभिन्न आदेयताः घटे सन्ति सत्यं तर्हि तत्र कालिकसम्बन्धेन महाकाले घटः अस्ति कपाले समवायसम्बन्धेन अस्ति भूतले संयोगसम्बन्धेन इति तत्सर्वं वयं तदर्थमेव तत्र भिन्नभिन्न आदेयताः अपि तर्हि घटे अस्ति तर्हि तत्र आदेयता कथं केन अवच्छिन्ना भवति इति तत्सर्वं वयं पूर्वं दृष्टवन्तः तथैव समवायादिसम्बन्धैः घटः कपालादिषु इव इत्युक्ते घटः यथा कपाले समवायसम्बन्धेन अस्ति इति आदिषु इत्युक्ते इत्यादि इति खलु तर्हि तत्र भूतले संयोगसम्बन्धेन महाकाले कालिकसम्बन्धेन इति आदिषु यथा घटः भिन्नभिन्न आदेयताः घटे वर्तते तथैव शब्दविषये अपि इत्युक्ते तस्मिन्नेव पुटे आदौ पश्यतु शब्दगुणकम् आकाशम् इति वयं दृष्टवन्तः खलु. तर्हि तत्र शब्दगुणकम् आकाशम् इत्युक्ते शब्दः इति गुणः आकाशे अस्ति इति वयं ज्ञातवन्तः. शब्दः इति गुणः आकाशे अस्ति चेत् आकाशे शब्दः कीदृशसम्बन्धेन अस्ति? समवायसम्बन्धेन अस्ति. तर्हि तदेव अत्र अस्ति. तथैव कालिकेन काले विषयतासम्बन्धेन स्वविषयप्रत्यये वर्तते इति बहुविध आदेयताः शब्दे अपि अस्ति. यथा घटे बहुविध आदेयताः सन्ति तथैव शब्दे अपि बहुविध आदेयताः सन्ति. अग्रे पठ. परन्तु भगिनि अत्र शब्दः आकाशे च काले अपि विषयसम्बन्धेन बहुत्र वर्तते इति वा? न, बहुत्र वर्तते इति न, भिन्नभिन्नसम्बन्धैः भिन्नभिन्न अधिकरणं. तत्र घटः इति एकः एव अस्ति खलु. घटः यदा भूतले अस्ति तत्र घटः तु एकः घटः एव अस्ति, परन्तु भिन्नभिन्नसम्बन्धेन भिन्नभिन्न अधिकरणे एकः एव घटः वर्तते. तथैव शब्दः अपि, शब्दः इति एकः गुणः, तद् शब्दः इति गुणः तत्र भिन्नभिन्नसम्बन्धेन भिन्नभिन्न अधिकरणे वर्तते इति. तासु या समवायसम्बन्धावच्छिन्ना अधेयता तन्निरूपित अधिकरणता अधिकरणत्वमेव प्रकृते लक्षणमिति बोधनाय गुणपदमुपात्तम् तादृशमस्ति समवायसम्बन्धेन अवच्छिन्न अधेयत तादृशनिरूपित अधिकरणावत्वमेव प्रकृते अत्र शब्दस्य लक्षणमिति बोधयति. तस्य एकक्षणम् एकक्षणं, कस्य लक्षणम् इति बोधयति? आकाशस्य लक्षणं. तर्हि तत्र आकाशस्य लक्षणं शब्दम् अस्तु. तर्हि तत्र तस्य बोधनाय गुणपदम् उपात्तम् उपातं. तर्हि तत्र शब्दः आकाशस्य गुणः, अतः शब्दः आकाशस्य लक्षणमिति. सत्यं, शब्दः आकाशस्य लक्षणमिति. तत्र अधिकरणतावत्त्वम् इति अस्ति खलु, वत्त्वं आकाशस्य लक्षणम् इति. तत्र तादृश लक्षणवाक्य वाक्यस्य विषये किञ्चित् वक्तुं शक्नोति वा? वयं पूर्वं चर्चितवन्तः अपि, तत्र लक्षणवाक्यं द्विविधं भवितुम् अर्हति. एतत् सर्वं वयं पठितवन्तः खलु. किमर्थं तत्र अधिकरणतावत्त्वम् आकाशस्य लक्षणम् इति वदामः चेत् तत्र कीदृशलक्षणवाक्यं भवति तत् कोऽपि स्मरति वा? घटः भूतले अस्ति इति घटवत् भूतले. न न न, एकक्षणं महोदय, तद्भिन्नवार्ता. मम प्रश्नः अस्ति लक्षणविषये. लक्षणम् इति वयं तत्र अधिकरणतत्वम् आकाशस्य लक्षणं तादृशप्रयोगं वयं पूर्वं दृष्टवन्तः वा यत्र कुत्रापि? गन्धवती पृथिवी वा? हा, गन्धवती पृथिवी अस्तु. तत्र तादृशप्रयोगं नास्ति खलु. तर्हि तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति. उत्तमं, गन्धवत्वं पृथिव्याः लक्षणम् इति. तत्र रामप्रिया भगिनी किञ्चित् स्मारयतु आधारादेयभावः स्पष्टीकरणार्थं मतुक् प्रत्ययः त्व प्रत्ययः योजयति. उत्तमम् उत्तमं. तर्हि यदा गन्धवत्वं पृथिव्याः लक्षणम् अथवा अत्र तादृश अधिकरणतावत्वम् आकाशस्य लक्षणम् इति वदामः चेत् अत्र आधेयभावः स्पष्टं भवति. लक्षणं किं, लक्ष्यं किम् इति अपि स्पष्टं भवति. गन्धवती पृथ्वी इति वदामः चेत् किं लक्ष्यं किं लक्षणम् इति स्पष्टः न अस्ति इति. तदानीम् त्वप्रत्ययः योजयति गन्धवत्वं पृथिव्याः लक्षणम् इति वाक्यम्. उत्तमम् उत्तमम्. अस्तु तर्हि तत्र वदतु महोदय. तादृशं शब्दत्वम् आकाशस्य लक्षणम् इति वक्तुं शक्नुमः वा? हा, शब्दवत्वम् आकाशस्य लक्षणम् इति वक्तुं शक्नुमः. शब्दवत्वम् तर्हि तत्र यदा गुणम् इति वदामः चेत् तत्र गुणम् इति पदेन तत्र यथा तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति तत्र आधारादेयभावः सूचयति, यदा अत्र शब्दगुणकम् आकाशम् इति वदामः चेत् तत्र गुणम् इति पदम् अस्ति इति कारणात् अत्र समवायसम्बन्धः सूचयति खलु. तत्र गुणमिति अस्ति चेत् तत्र शब्दः इति गुणः आकाशे अस्ति इति अवगच्छामः चेत् तत्र समवायसम्बन्धः आधारादेयभावः अपि तत्र वयं ज्ञातुं शक्नुमः झटिति. तदर्थमेव अत्र गुणपदम् उपयुक्तम्. स्पष्टम्? अस्तु, अग्रे पठतु महोदय. गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थित्या तत्सम्बन्धावच्छिन्नाधेय यत् अवच्छिन्नाधेयत्वलाभः इति. अतः गुणगुणिनोः समवायस्य तादृश व्यवस्थापनेन गुणपदम् इदानीम् उपयुज्यते. तयोः सम्बन्धविषयं सूचयितुं तद् उपयोगं करोति चेत् तस्य सम्बन्ध अवच्छिन्न आधेयत्व विषये तत्र स्पष्टं भवति इति. इत्युक्ते तत्र तत्सम्बन्ध इत्युक्ते तत्र सम्बन्धः कः इदानीं समवायसम्बन्धः? हा, समवायसम्बन्धेन अवच्छिन्न आधेयता अस्ति इति वयं झटिति ज्ञातुं शक्नुमः. तत्र गुणः एव आधेयता अस्ति, गुणे एव आधेयता अस्ति खलु, अधि द्रव्ये अधिकरणता अस्ति. तत्र गुणम् इति वदामः चेत् तत्र यदा शब्दः इति गुणः अस्ति इति वदामः चेत् गुणः कुत्र अस्ति? गुणः कुत्र भवति? गुणः शब्दे अस्ति वा? शब्दः गुणः. उत्तमं. तर्हि गुणे गुणः कुत्र वर्तते? सत्यम्, इदानीं शब्दः आकाशे अस्ति, परन्तु गुणः कुत्र वर्तते साधारणतया? द्रव्ये वर्तते. हा, द्रव्ये वर्तते. उत्तमं. तर्हि इदानीं यदा वयं शब्दः इति गुणः आकाशे अस्ति इति वदामः चेत् तत्र समवायसम्बन्धः अवगन्तुं शक्नुमः, यतोहि गुणगुणिनोः सम्बन्धः. अपि च द्वितीयविषयः कः अत्र? आकाशम्, आकाशः द्रव्यम् इति. हा, उत्तमम्, अति उत्तमम्. आकाशः द्रव्यम् इति अपि तर्हि तत्र आदेयता अधिकरणता आदेयता गुणः आदेयता द्रव्यम् अधिकरणता इति अपि ज्ञातुं शक्नुमः. अग्रे पठतु महोदय. इत्थमेव च ज्ञानाधिकरणमात्मा इत्यत्रापि अधिकरणपदनिवेशप्रत्यो प्रयोजनं वक्ष्यति. अधिकरणपदनिवेशप्रयोजनं वक्ष्यति. तादृशमेव ज्ञानस्य अधिकरणविषये अपि तत्र अधिकरणपदप्रयोजनमपि भवितुमर्हति. हा सत्यम्. अग्रे अग्रे आगच्छति. लक्षणवाक्येन आकाशे ज्ञाते तत् किं पृथिव्यादिवं नाना उत एकमिति जिज्ञासायामः तच्चैकमिति अयम् आशयः. लक्षणवाक्येन आकाशस्य तत्र लक्षणवाक्यम् आकाशस्य लक्षणवाक्यम् एकवारं पठतु महोदय. तत्र अस्ति शब्दगुणम् आकाशमिति तच्चैकं शब्दगुणकम् आकाशं शब्दगुणकम् आकाशं तच्चैकं विभु नित्यस्य इति. तत्र शब्दः गुणः यस्य तत् शब्दगुणकमिति यथा गन्धवती पृथिवी तादृशलक्षणं सूचयति स आकाशं शब्दगुणकमिति. इदानीं यद्वाक्यं भवान् पूर्वं पठितवान् तस्य प्रतिपादनं करोतु. तदर्थमेव अहम् एकवारं लक्षणवाक्यं पठतु इति उक्तवती. लक्षणवाक्येन इदानीं वयं जानीमः शब्दः इति गुणमस्ति. गुणं द्रव्ये भवति. अतः शब्दः आकाशे भवति. अतः आकाशः द्रव्यमिति सूचयति. सत्यं. पूर्वं भवान् पठितवान् खलु लक्षणवाक्येन आकाशे ज्ञाते इति. हा तस्य प्रतिपादनं करोतु किञ्चित्. लक्षणवाक्येन यदा पृथिव्याः ज्ञानं वयं कृतवन्तः. पृथिवी गन्धवती पृथिवी इति तादृश लक्षणवाक्यं स्वीकृत्य आकाशस्य लक्षणमपि वयं ज्ञातुं शक्नुमः शब्दगुणगुणकम् आकाशमिति. न न एकक्षणं. यद्भवान् उक्तवान् तत् सत्यमेव, परन्तु अत्र तद् नास्ति. अत्र पृथिव्यादिवत् नाना इति खलु. तत्र पृथिवी विषये वयं यदा दृष्टवन्तः तत्र किम् आसीत्, तत्र पृथिव्याः लक्षणवाक्यं पश्यामः चेत् तत्र नित्य सा द्विविधा नित्या अनित्या च, नित्या परमाणुरूपा अनित्या कारणरूपा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् इति आसीत् खलु. तर्हि पृथिवी नानाप्रकारः भिन्नभिन्नप्रकारः अस्ति, परन्तु अत्र आकाशः आकाशविषये पश्यामः चेत् तच्च एकम् इति अस्ति. तर्हि आकाशम् इति एकमेव अस्ति, तत्र प्रभेदः नास्ति. तत्र लक्षणवाक्येन आकाशे ज्ञाते इति तत्र कीदृशप्रयोगः? सतिसप्तमी वा? हा सतिसप्तमी. तर्हि तत्र यदा आकाशस्य ज्ञानं प्राप्नुमः तदा अवगन्तुं शक्नुमः तत्र पृथिवीव प्रभेदाः आकाशे नास्ति, तद् एकमेव इति. इत्युक्ते सर्वदा नित्यम् आकाशम् इति अतः एव हा नित्यं नित्यमपि अस्ति विभुः अस्ति अपि च तत्र एकमेव अस्ति तत्र भिन्न पृथिव्यामपि नित्यः अनित्यः इति भेदद्वयम् अस्ति खलु परन्तु तत्र नित्यः अपि परन्तु तत्र प्रभेदः अपि अस्ति तत्र नित्यः अनित्यः अथवा शरीरेन्द्रे क विषयभेदः इति तत्र भिन्नभिन्नभेदः नास्ति एकमेव आकाशम् इति अस्तु तर्हि एतत् पर्यन्तं स्पष्टं वा इदानीं किञ्चित् नूतनभागः आरप्स्यते तर्हि तत्र किमपि प्रश्न कोऽपि प्रश्नः अस्ति चेत् इदानीं पृच्छताम् अस्तु तर्हि बालसुब्रह्मण्यमहोदय भवान् पठति वा नियतग्राह्यः गुणः रूपं रसः गन्धः स्पर्शः शब्दश्च इति गुणः प्रतिनियतग्राह्याः इति शास्त्रे व्यवह्रियन्ते रूपम् इति रूपं रसः गन्धः स्पर्शः शब्दः च अध्ययनं पठतु महोदय महोदय परिच्छेदं समापयतु तेषाम् एकैकस्य एकैकमेव इन्द्रियं ग्राह्यकं वक्षमानप्रत्यक्षात्मकज्ञानजनकम् अन्ये अपि सुखदुःखादयः ये आत्मविशेषगुणाः तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते शास्त्रे रसः गन्धः स्पर्शः इत्यादि प्रतिनियतग्राह्याः इति उक्तः व्यवह्रियन्ते प्रतिनियतग्राह्याः इत्युक्ते किम् प्रतिग्राह्याः कोऽपि वक्तुं शक्नोति वा किं चिन्तयति प्रतिनियतग्राह्याः इत्युक्ते येषां प्रत्यक्षं ज्ञानं प्राप्नुमः तथा न अत्र एकं गुणः एकमेव इन्द्रियं ग्राह्यति इति वा हा उत्तमं भगिनि तदेव इत्युक्ते तत्र चक्षुः अस्ति चेत् रूपम् इति यः गुणः अस्ति सः केवलं चक्षुषा एव वयं ग्रहीतुं शक्नुमः खलु तथैव तत्र रसः इति यः गुणः तत् केवलं रसनेन्द्रियेण एव तथैव गन्धः इति गुणः केवलं घ्राणेन्द्रियेण एव स्पर्शः इति गुणः केवलं त्वचा एव तर्हि तत्र तथा प्रतिनियतग्राह्यः इति तत्र पारिभाषिकशब्दः अस्ति द्वितीयवाक्ये अस्ति खलु तेषाम् एकैकस्य एकैकमेव इन्द्रियं ग्राहकं ये गुणाः तथा अस्ति एकैकस्य एकैकमेव इन्द्रियं ग्राहकम् अस्ति तादृशगुणः प्रतिनियतग्राह्यः इति तत्र गुणः ग्राह्यते इति ग्राह्यः भवति तर्हि गुणः ग्राह्य गुणः ग्राह्यः इन्द्रियं ग्राहकम् इन्द्रियेण इन्द्रियं गृह्णाति खलु तर्हि इन्द्रियं भवति ग्राहकं तर्हि तत्र प्रतिनियतग्राह्यः इत्युक्ते गुणः ये गुणाः तत्र नियत इन्द्रियमस्ति येषां गुणानां ते भवति प्रतिनियतग्राह्याः इति नियत इत्युक्ते नित्यम् इति अपि वक्तुं शक्नुमः वा? नियत इत्युक्ते निय अत्र पारिभाषिकशब्दः अस्ति भगिनि, तर्हि तत्र नियत इत्युक्ते नियमनं कृतम् इति एव साधारणतया अर्थः. अत्रापि प्रतिनियत इत्युक्ते तर्हि तत्र पूर्वं निर्मितम् इति प्रायः किमपि अर्थः स्यात्, स्पष्टतया न जानामि, परन्तु इत्युक्ते तत्र पदं कथं निष्पन्नम् अभवत् इति न जानामि, परन्तु तत्र अर्थः तथा अस्ति. भक्ष्यमाणप्रत्यक्ष आत्मकज्ञानजनकम् इत्युक्ते प्रतिग्राह्यके प्रतिग्राह्यः इति किल? हा, इत्युक्ते प्रत्यक्ष आत्मकज्ञानजनकं, तत्र प्रत्यक्षज्ञानम् इति अस्ति, इत्युक्ते तत्र ज्ञानविषये तत्र प्रत्यक्षज्ञानम् इति अस्ति, अपि च अनुमानम् इति अपि वक्तुं शक्नुमः खलु. तर्हि तत्र अस्माकं पुरतः किमपि घटः अस्ति चेत् चक्षुषा पश्यामः चेत् तत्र घटः अस्ति इति ज्ञानं प्रत्यक्षं भवति. तत्र पर्वते धूमः अस्ति चेत् तत्र वह्निः अस्ति वा न वा इति वयं द्रष्टुं न शक्नुमः, परन्तु धूमः अस्ति इति कारणात् तत्र वह्निः अस्ति इति वयं अस्माभिः अनुमीयते. तर्हि तादृशज्ञानम् अस्ति अनुमानम् इति. तर्हि एतेन इन्द्रियेण क्रमेण गुणः यः अस्ति तस्य ज्ञानं प्रत्यक्षं भवति इति. इत्युक्ते तत्र चक्षुषा रूपम् इति ज्ञानं प्रत्यक्षम् अस्ति, तत्र अनुमानं नास्ति खलु. तर्हि तत्र यदा वयं चक्षुषा घटः पश्यामः, घट नीलघटः अस्ति चेत् तत्र घटः नीलः इति अनुमानम् अत्र नास्ति, प्रत्यक्षज्ञानं भवति. तथैव अन्ये अपि सुखदुःखादयः ये आत्मविशेषगुणाः तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते. केवलम् एतानि न, अन्ये अपि सुखदुःखादयः आत्मविशेषगुणः तेषां प्रत्यक्षजनकत्वेन मनसि सम्भवति, अतिरिक्तम् इन्द्रियं मनसि न भवति, आत्मनि भवति, परन्तु मनः इति इन्द्रियम् इति अनुमानं करोति. तत्र मनः इति इन्द्रियम् अस्ति इति कारणात् आत्मनि तादृशगुणाः भवति इति. यदा वयं वदामः अहं अहं सुखी अस्मि अथवा दुःखी अस्मि इति किमपि भवतु, तथा वदामः चेत् तत्र वस्तुतया आत्मनि एव तादृशगुणः अस्ति, मनः इति इन्द्रियेण मनसा तादृशज्ञानं भवति इति. प्रतिनियतग्राह्याः गुणाः तद्ग्राहकाणि इन्द्रियाणि, रूपं चक्षुः, रसः रसनं, गन्धः घ्राणं, स्पर्शः त्वक्, शब्दः श्रोत्रं. रसः रसनम् इति रसः रसनं रसनमिति इन्द्रियम्. ओ, रसः इति गुणः. तत्र रसनं जिह्वा अग्रवर्ति इति पठितवन्तः खलु. तत्र इन्द्रियं रसग्राहकं, रसनं जिह्वा अग्रवर्ति इति तदेव. षट् ज्ञानादि आत्मगुणः मनः इति यद् भवान् पूर्वं तत्र पद्यरूपेण पठितवान् तदेव अत्र कोष्ठे अस्ति. अस्तु, एकक्षणं महोदय. पुष्पा भगिनी भवती अग्रे पठति वा? पुष्पा भगिनी, अस्तु महोदय, भवानेव पठतु. तथा च पूर्वोक्तगुणानां ग्राहकाणि क्रमेण चक्षुरसनघ्राणत्वक् श्रोत्राणि मनश्च षष्ठम् इति आहत्य षड् इन्द्रियाणि आदिमानि पञ्च बहिः इन्द्रियाणि बहिर्भूतान् घटादीन् प्रकाशयन्ति. भाभ्यन्तरं भवति मनः आत्मानं तद्गतगुणान् च प्रकाशयति. पूर्वगुणानां ग्राहकाणि क्रमेण इत्यादि मनश्च षष्ठम् इति आहत्य षड् आदिमानि पञ्च बहिः इन्द्रियाणि. एकक्षणम् एकक्षणं, प्रथमवाक्यं पुनः पठतु वदतु महोदय. तत् यत् अस्ति तदेव पुनः पठति चेत् तत्र को लाभः? भवान् स्वस्य स्वस्यैः शब्दैः किञ्चित् वदतु, प्रतिपादनं करोतु. तथा च पूर्वगुणानां ग्राहकाणि क्रमेण चक्षुरसनघ्राणत्वक् श्रोत्राणि सर्वत्र प्राण्यङ्गत्वान् एकवद् भावः प्राप्तः. एकक्षणं महोदय, महोदय तत्र किं लिखितमस्ति इति प्रथमं प्रतिपादयित्वा तदनन्तरं तत्र अधोभागे किम् अस्ति इति पश्यामः. तत्र प्रथमं तस्मिन् वाक्ये किम् अस्ति इति वदतु. क्रमेण इत्यादि पूर्वोक्तगुणानाम् इत्युक्ते केषां? पूर्वोक्तगुणानां ग्राहकाणि इत्युक्ते केषां ग्राहकाणि? गुणानां रसः गन्धः स्पर्शः इत्यादि ग्राहकाणि इन्द्रियाणि चक्षुः रसनं घ्राणम् इत्यादि. अस्तु, तर्हि तत्र चक्षु इति किमर्थं तत्र ऊकारः दीर्घ ऊकारः अस्ति? गुरुः गुरु तादृशं चक्षुद्वयं न, तर्हि तत्र श्रोत्रमपि द्वयमस्ति खलु, तथा नास्ति अत्र. तत्र चक्षुः इति अस्ति खलु, तर्हि तत्र चक्षुः योगः रसनम् इति तत्र प्रथमं तदस्ति द्वन्द्वसमासः चक्षुरसनग्राहणत्वक् श्रोत्राणि इति. तर्हि तत्र चक्षुः योगः रसनम् इति यदा रसन इति यदा भवति तर्हि तत्र चक्षुर्योगः रसन इति भवति. तर्हि रेपस्य अनन्तरं रेपः अस्ति चेत् किं भवति? कोऽपि स्मरति वा? तत्र विसर्गसन्धिकार्यं भवति. तर्हि रेपस्य अनन्तरं रेपः अस्ति चेत् प्रथमस्य रेपस्य लोपः भवति, तदनन्तरं तस्य पूर्वस्थितस्य अच्वर्णस्य दीर्घत्वमपि भवति. इत्युक्ते अत्र चक्षुः इति अस्ति चेत् चक्षुर् इति भवति, चक्षुर्योगः रस. तर्हि तत्र चक्षुर् इति यः रेपः अस्ति तस्य रेपस्य प्रथमं लोपः भवति, तदनन्तरं चक्षु इति उकारः अस्ति खलु, तस्य उकारस्य दीर्घत्वं भवति. तदर्थमेव तत्र चक्षुरसनघ्राणत्वक्षोत्राणि इति भवति. चक्षुः अपि च अत्र इदानीं तत्र अधोभागे किम् अस्ति तत् पठतु महोदय. सर्वत्र प्राणि अङ्गत्वात् एकवद् भावः प्राप्तः. एकक्षणम् एकक्षणं. तर्हि अहम् इदानीम् एव मया उक्तं तत्र द्वन्द्वसमासः इति. तर्हि द्वन्द्वसमासः द्विविधः भवति खलु, द्विविधाः भवति. तर्हि तत्र द्विविधौ इतरेतरद्वन्द्वः अपि च समाहारद्वन्द्वः. स्मरति वा अथवा समासविषये? अस्तु. तत्र प्राणि प्राणि अङ्गानां नित्यमेकत्वम् इति सूत्रं न जानामि, परन्तु तत्र नित्यमेकत्वम् इति तत्र किमपि नियमः अस्ति. तदर्थमेव तत्र पाणि पाणि च पादौ च पाणिपादम् इति एव भवति. तत् प्रसिद्धः प्रसिद्धम् उदाहरणमस्ति. तर्हि अत्र परन्तु चक्षुरसनघ्राणत्वक्षोत्रम् इति तत्र प्राणि अङ्गम् इति स्वीकृत्य एकत्वं किमर्थं न स्यात् इति विषयः अस्ति अत्र. तर्हि तत्र सर्वत्र प्राणि अङ्गत्वात् एकत्वभावः प्राप्तः इति भवति, परन्तु तत्र तथा नास्ति. अग्रे पठतु महोदय. परन्तु घ्राणभिन्नानां संयुक्तद्रव्यत्वान् अवयवत्व अभावः. ज्ञान रसन चक्षु त्वक् श्रोत्राणि इन्द्रियाणि भूतेभ्यः इति न्यायसूत्रादुन्नीतः सौकर्याय आवृतः. इत्युक्ते तत्र यथा वयं तत्र द्रव्यलक्षणं पठितवन्तः, तत्र शरीर इन्द्रियविषयभेदात् इति पठितवन्तः खलु, तत्र प्रभेदाः अस्ति इति कारणात्. तर्हि तत्र इन्द्रियम् इति शरीर अवयवः नास्ति इति न्यायशास्त्रे तत्र किञ्चित् भिन्नविषयः, परन्तु तत्र तथा अस्ति इति कारणात् तत्र अवयवः नास्ति, अवयवत्व अभावः अस्ति इति स्वीकृत्य तत्र एकत्वभावः न प्राप्तः, परन्तु तत्र अनेकत्वभावः इति. तदर्थमेव तत्र श्रोत्राणि इति तत्र बहुवचने अस्ति. शक्यते वा सर्वत्र प्राणि अङ्गत्वानि अवयवानि प्रथित सर्वाणि इन्द्रियाणि इति वक्तुं शक्यते? तत्र सर्वाणि सर्वाणि इन्द्रियाणि तत्र अवयवः नास्ति इति, तत्र अवयवत्वं तेषु नास्ति इति, यतोहि तत्र शरीर इन्द्रियविषयभेदात् इति अस्ति खलु, इति कारणात् तत्र इन्द्रियं किञ्चित् भिन्नम् अस्ति इति स्वीकृत्य न्यायशास्त्रे तथा वदन्ति. आदिमानि पञ्च बहि इन्द्रियाणि बहिर्भूतान् घटादीन् प्रकाशयन्ति. आदिमानि इत्युक्ते कानि? बहीन्द्रियाणि रामप्रिया भगिनी किञ्चित् साहाय्यं करोति वा? आदिमानि इत्युक्ते आदिमानि पञ्च इत्युक्ते प्रथमपञ्च चक्षुः रसनं घ्राणं त्वक् श्रोत्रम्. उत्तमम्. तर्हि प्रथमपञ्च पञ्च इन्द्रियाणि बहिरिन्द्रियाणि. किमर्थं बहिरिन्द्रियाणि? घटादीनां यदा किं वदामः द्रष्टुं शक्नुमः, ब्राणम् इत्युक्ते बहिः ये सन्ति तेषां विषये तत्र ज्ञानं प्राप्तुं शक्नुमः खलु, तत् तेषां प्रत्यक्षं करोति. मनः तु तथा न, मनः तत्र आत्मानम् इति आभ्यन्तरम् आभ्यन्तरे आत्मनीयः गुणाः ये गुणाः वर्तन्ते तदेव प्रकाशयति, स एव प्रकाशयति स गुणः इति मनः इति तत्र बहिरिन्द्रियाणि किं वदामः अन्तरिन्द्रियाणि. अस्तु, परन्तु मनः अपि प्रत्यक्षजनकं त्वम् एव किल? हा, मनः अपि प्रत्यक्षजनकम्. इन्द्रियम् इन्द्रियेण यः ज्ञानं यद् ज्ञानं प्राप्नुमः तद् ज्ञानं प्रत्यक्षजनकम् एव. ऐ मीन् इन्द्रियेण इति वक्तुं न शक्नुमः, परन्तु आम् सत्यं तत्र अनुमानं नास्ति. प्रत्यक्षं ज्ञानं भवति चेत् तत्र अस्तु. रामकार्तिक् महोदय, भवान् अग्रे पठति वा? तेषु चक्षुस्त्वङ्मनांसि गुणस्य एव तदाश्रयद्रव्यस्यापि प्रत्यक्षं जनयन्ति. चक्षुषा रूपस्य इव तदाश्रयस्य घटादेरपि प्रत्यक्षोत्पादनात् भवति हि उन्मीलिनयनस्य पुंसः नीलो घटः इति प्रत्यक्षात्मकं ज्ञानम्. एवमेव त्वग् इन्द्रियमनसोऽपि मनसोः अपि आश्रयग्राहकत्वं बोध्यम्. अन्येषु त्रिषु इन्द्रियेषु रसनेन्द्रिय इन्द्रिययोः गुणमात्रग्राहकता न तु द्रव्यम् अपि ताभ्यां गृह्यते. यद्यपि गुडः चक्षुषा गृह्यते इति न सः अतीन्द्रियः, तथापि ग्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. ग्राणं गन्धस्य रसना रसस्य च जनयति प्रत्यक्षम्. तर्हि तत्र उक्तमस्ति चक्षुः त्वक् मनः ये सन्ति इन्द्रियाणि यानि सन्ति इन्द्रियाणि ते गुणस्य अपि च तद् तस्य गुणस्य आश्रयः यः द्रव्यः अस्ति तस्य अपि प्रत्यक्षं जनयन्ति इति. इत्युक्ते तत्र चक्षुषा तत्र वयं तत्र घटः अस्ति चेत् नीलरूप रूपं रूपः घटः अस्ति चेत् चक्षुषा वयम् अवगच्छामः, तत्र रूपम् अपि तस्य आश्रयः घटः अपि प्रत्यक्षं द्रष्टुं शक्नुमः. तत्र उन्मीलिनयनस्य इत्युक्ते नयनः उन्मीलयामश्चेत् तत्र नीलः घटः इति अस्माकं ज्ञानं भवति, प्रत्यक्षं ज्ञानं भवति. एवमेव त्वक् त्वङ् मनसो अपि आश्रयग्राहकत्वम् इति वदामः. इत्युक्ते तत्र कश्चन पदार्थः अस्ति, तस्य त्वद्वारा तस्य किं वदामः स्पर्शः भवति चेत् न केवलं तत्र तस्य गुणः अवगच्छामः, तत्र कस्य किमपि गुणः तत्र कीदृशस्पर्शः इति कीदृशस्पर्शः इति अवगच्छामः, अपि च तद् स्पर्श सः स्पर्शः कस्मिन् द्रव्ये वर्तते इत्यपि अवगच्छामः. इत्युक्ते तत्र किमपि पुस्तकम् अस्ति चेत् तत्र पुस्तकं वयं पश्यामः चेत् पुस्तक यदा वयं पुस्तकं पश्यामः तत्र नीलरूपः वा रक्तवर्णः वा पुस्तके पुस्तकम् अस्ति चेत् तत्र केवलं रक्तवर्णम् इति ज्ञानं न प्राप्नुमः खलु, तत्र रक्तवर्णः रक्तवर्णम् अपि च रक्तवर्णं पुस्तके अस्ति इति तत्र आश्रयभूतस्य द्रव्यस्य अपि ज्ञानं भवति. तथैव यदि पुस्तकमस्ति अथवा पुष्पम् अस्ति चेत् वयं तस्य चक्षुनिमील्य वयं तत्र केवलं स्पर्शनं कुर्मः चेत् तस्य फलस्य वा पुष्पस्य वा यत्किमपि भवतु तत्र केवलं तत्र स्पर्शेन वयं तत्र द्रव्यं किम् इति अपि ज्ञानं प्राप्तुं शक्नुमः. तत्र पुस्तकमस्ति चेत् तत् पुस्तकम् इति ज्ञानं प्राप्तुं शक्नुमः. तदेव तत्र यदा तत्र चक्षुः त्वक् मनः अस्ति चेत् तत्र गुणस्य केवलं गुणस्य ज्ञानं न, परन्तु गुणः यस्मिन् द्रव्ये आश्रितः अस्ति तद्द्रव्यम् अपि तद्द्रव्य तस्य द्रव्यस्य ज्ञानमपि वयं प्राप्तुं शक्नुमः. परन्तु तत्र यद् अन्य त्रिषु इन्द्रियेषु इत्युक्ते ग्राणं रसनं श्रोत्रम् इति भवति चेत् तत्र तादृशज्ञानं न भवति. तत्र प्रायः अनुमानं कर्तुं शक्नुमः परन्तु प्रत्यक्षज्ञानम् इति न भवति. तत्र वदतु महोदय. तत् कथं वक्तुं शक्नुमः इति मम मनसि एकक्षणं, प्रथमम् अत्र किम् अस्ति इति वदतु, तदनन्तरं प्रायः प्रश्नविषये पश्यामः. अस्तु, अन्येषु त्रिषु इन्द्रियेषु तत्र इत्युक्ते रसन ग्राण अपि च श्रोत्र इन्द्रिययोः इन्द्रियाणां तत्र गुणमात्रग्राहकता इति इत्युक्ते तत्र गुणमेव प्रत्यक्षं ज्ञातुं शक्नुमः न तु तस्य आश्रयस्य द्रव्यस्य इति. तत्र इदानीं रसनग्राणविषये एव, तत्र अन्येषु त्रिषु इन्द्रियेषु ग्राणरसनविषये इदानीं पश्यामः चेत् तत्र केवलं गुणस्य एव ग्राहकं भवति, परन्तु तत्र तस्य द्रव्यस्य न इति. यदा तत्र गुडः इति उदाहरणं दीयते, तत्र गुडः इति चक्षुषा वयं गृह्यते चेत् अत्र गुडः किमपि यत्किमपि रूपं भवतु तद्वर्णरूपे अस्ति, तद्रूपः गुडे अस्ति अपि च गुडः अस्ति इति अपि ज्ञानं प्राप्तुं शक्नुमः. परन्तु यदा वयं केवलं गुडस्य गुडं गुडस्य घ्राणं कुर्मः अथवा रसनेन्द्रियेण तस्य आस्वादं कुर्मः चेत् तस्मिन् समये प्रायः अनुमानं कर्तुं शक्नुमः यदा अस्माकं पूर्वज्ञानं गुडं कथं गुडस्य स्वादः कथम् अस्ति इति पूर्वज्ञानम् अस्ति चेत् तेन अनुमानं कर्तुं शक्नुमः, परन्तु गुडम् इति स्पष्टतया वक्तुं न शक्नुमः. तत्र प्रत्यक्षज्ञानम् इति न भवति. प्रश्नः इदानीमपि आम् अस्ति. तत्र कश्चन पदार्थः अस्ति यः गुडस्य एव तत्र यस्य रूपम् अस्ति, चक्षुषा पश्यामश्चेत् तद् गुडः इति न अवगन्तुं शक्नुमः खलु. तत्र मृत् अस्ति, तस्य रूपमपि गुडवत् अस्ति इति अस्ति चेत् तत्र पश्यामश्चेत् तद् गुडः इव. हा, परन्तु तत्र किञ्चित् अवधानं कृत्वा पश्यामः चेत् तत्र भेदः ज्ञातुं शक्नुमः एव, तत्र प्रत्यक्षज्ञानं भवति. यदा कदापि भ्रमः भवति, परन्तु भ्रमः तु परन्तु पूर्व यथा भवती उक्तवती पूर्वज्ञानेन एव वयं तत्र किमपि यदा चिन्तयतु लघुबालः अस्ति सः पुस्तकम् इति किमपि पूर्वं न दृष्टवान् आसीत्, तत् पुस्तकम् इत्युक्ते किम् इति न जानाति. इदानीं सः पुस्तकं पश्यति चेत् तत् यदा पश्यति तत्र पुस्तकम् इति प्रायः नाम न जानाति, परन्तु किमपि पदार्थः अस्ति इति ज्ञातुं शक्नोति. कोऽपि आगत्य वदति चेत् इयम् इदं पुस्तकम् इति वदति चेत् पुस्तकम् इति ज्ञानं इदानीं प्राप्नोति. तदनन्तरं यदा पुनः पुस्तकं पश्यति चेत् पुस्तकम् इति अभिज्ञातुं शक्नोति. परन्तु यदा चक्षुषा पश्यति पुस्तकम् इति कश्चन पदार्थ नाम न जानाति चेत् तत्र चेदपि कश्चन पदार्थः अस्ति इति द्रष्टुं शक्नोति. तदेव विषयः अत्र. तर्हि आस्वादनं कृत्वा तत्र कश्चन पदार्थः अस्ति इति हा तत्र सत्यम् आस्वादनं कृत्वा तत्र कश्चन पदार्थः अस्ति यः मधुरः इति ज्ञातुं शक्नुमः, परन्तु गुडः इति ज्ञानं न भवति. गुडः इव अस्ति इति ज्ञानं भवति, परन्तु गुडः इति ज्ञानं न भवति. अनुमानं कर्तुं शक्नुमः यदा वयं पश्यामः तर्हि गुडः इति ज्ञातुं शक्नुमः, परन्तु आस्वादं कुर्मः चेत् गुडः इव अस्ति इति अनुमानं कृत्वा तत्रापि ज्ञानं भवति, परन्तु प्रत्यक्षज्ञानं नास्ति, अनुमानेन ज्ञानं भवति. तत्र मधुरः इति रसः एव प्रत्यक्षज्ञानं भवति, परन्तु गुडस्य तत्र कश्चन कथं वदामः तत्र कश्चन आङ्ग्लभाषायां वदामि टेक्स्चर् इति अस्ति, तत्तु ज्ञातुं शक्नुमः परन्तु तत्र तदेव तत्र किमपि गुडः इव गुडः इति पूर्वज्ञानम् अस्ति इति कारणात् तत्र अनुमानं कर्तुं शक्नुमः गुडः इति, परन्तु गुडः एव इति न वक्तुं शक्नुमः, तत्र अनुमानज्ञानमेव भवति. अस्तु, धन्यवादः. अस्तु, अन्य प्रश्नः अस्ति वा? रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. प्राणं तत् तदानीमेव किल, एवमेव त्वगिन्द्रियः मनसोः अपि आश्रयग्राहकत्वं बोध्यं न तत् सर्वम् अभवत् भगिनि, शिष्टं श्रोत्रेन्द्रियं तस्मात् शिष्टं श्रोत्रेन्द्रियं कर्णपुटेन तत्र एकक्षणं तत्र चक्षुत्वक् मनांसि तु गुणद्रव्यं द्वयमपि प्रत्यक्षं जनयन्ति, रसनम् अपि च ग्राणं तत्र गुणमात्रं ग्राहकं ग्राहकं भवति. इदानीम् अवशिष्टमस्ति श्रोत्रमेव, श्रोत्रेन्द्रियमेव. शिष्टम् अवशिष्टमस्ति श्रोत्र इन्द्रियं कर्णपुटेन पृथक् कृतः आकाशदेश एव, तत्तु शब्दस्य एव प्रत्यक्षं जनयति न तु आश्रयस्य. कुतः? आश्रयस्य आकाशस्य अतीन्द्रियत्वात् यस्मिन् हि परिमाण अतिरिक्तपरिमाणम् उद्भूतरूपं च भवति तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति न अन्यस्य इति च निर्णीतम्. श्रोत्र इन्द्रियं यदा अवशिष्टश्रोत्र इन्द्रिये कर्णपुटेन कर्णपुटमित्युक्ते किं भगिनि? कर्णपुटम् इत्युक्ते इयड्रम् इयड् ओके इयड् कर्णपुटेन पृथक् कृतः आकाशदेश एव आकाशमिव वा न तत्र श्रोत्र इन्द्रियेण तत्र केवलं तत्र शब्दस्य एव प्रत्यक्षं इत्युक्ते तत्र केवलं गुणस्य एव करोति, तत्र आकाशदेश एव इत्युक्ते तत्र आकाशः इति अतीन्द्रियम् अस्ति, इत्युक्ते इन्द्रियेण तस्य ज्ञानमेव न प्राप्तुं शक्नुमः. तत्र यदा रसनग्राण इन्द्रियं रसनग्राण अस्ति, अत्र फलं वा पुष्पं वा अस्ति चेत् तस्य अन्येभ्यः इन्द्रियेभ्यः तस्य ज्ञानं प्राप्तुं शक्नुमः. परन्तु आकाशः इति यः अस्ति तस्य तथा प्रत्यक्षं न कदापि न प्राप्तुं शक्नुमः. कर्णपुटं विहाय इति वा? कर्णपुटेन अपि केवलं शब्दस्य एव प्रत्यक्षं जनयति, इत्युक्ते शब्दमेव ज्ञातुं शक्नुमः, तत्र आकाशस्य कदापि न कर्तुं शक्नुमः इति. एतत् आकाशः इति वक्तुं न शक्नुमः शब्द. हा, आकाशः अतीन्द्रियत्वात्. तत्र तदनन्तरं यः यद्वाक्यमस्ति तत् किञ्चित् तत्र किञ्चित् जाटिल्यम् अस्ति, तत्र शनैः शनैः पश्यामः. यस्मिन् हि परमाणुपरिमाण अतिरिक्तपरिमाणम् उद्भूतरूपं च भवति तस्य एव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति न अन्यस्य इति च निर्णीतम्. इत्युक्ते बहिरिन्द्रियेण कस्य प्रत्यक्षं भवति, कस्य ज्ञानस्य प्रत्यक्षं भवति इति वयं अवगन्तव्यं चेत् तत्र नियमद्वयम् अस्ति. नियमद्वयं किम् इत्युक्ते एकमस्ति परमाणुपरिमाण अतिरिक्तपरिमाणं स्यात्, द्वितीयमस्ति उद्भूतरूपम् अपि स्यात्. अस्तु, तर्हि तत्र परमाणुपरिमाण अतिरिक्तपरिमाणम् इत्युक्ते किम् इति पश्यामः चेत् परिमाणम् इत्युक्ते किम् इति जानन्ति? परिमाणम् इत्युक्ते सैज् किं भगिनि? सैज् इति आङ्ग्लभाषायां वदामः खलु सैज्. परमाणुपरिमाणम् इत्युक्ते यः परिमाणं परमाणुपरिमाणम् अस्ति तद् अतिरिक्तपरमाणम् इत्युक्ते तद्विहाय यः यत् परिमाणम् अस्ति इति. तत्र अग्रिमपुटे पश्यतु, त्रिपञ्चाशत्तमे पुटे, तत्र श्रेणित्रयं वर्तते, परमाणुपरिमाणं परममहत्परिमाणं मध्यमपरिमाणम् इति. तत्र पृथिव्यादिचतुष्टस्य इत्युक्ते पृथिवी जलं तेजः वायु, तत्र ये परमाणवः सन्ति अपि च द्वयणुकानि सन्ति अपि च मनांसि, तदस्ति परमाणुपरिमाणम्. परममहत्परिमाणमस्ति आकाशः कालः दिक् आत्मा, जीवात्मा ईश्वरः इत्युक्ते परमात्मा द्वयमपि. अन्यत् सर्वं घटपटादयः यद्वयं पश्यामः पृथ्व्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषये भेदादित्यनेन ये दर्शिताः ते सर्वे अपि इति. इत्युक्ते तत्र परमाणु इत्युक्ते अतीव लघुः अस्ति, परममहत् इत्युक्ते विभुः, मध्ये यदस्ति अस्माकं तत्र वयं साधारणतया लौकिकव्यवहारे यद्वयम् उपयोगं कुर्मः तत्सर्वं यद्वयं पश्यामः तत्सर्वमस्ति मध्यमपरिमाणं. तर्हि न्यायशास्त्रे किं वदन्ति इत्युक्ते अत्र किं वदति इत्युक्ते यत्र परमाणुः अस्ति चेत् परमाणोः वयं प्रत्यक्षज्ञानं प्राप्तुं न शक्नुमः. एकः परमाणुः अस्ति, एकं द्वितीयेन परमाणुना सह तस्य संयोगः भवति चेत् द्वि अणुकम् इति निष्पन्नं भवति. द्वि अणुकस्यापि प्रत्यक्षं द्रष्टुं वा तथा प्रत्यक्षज्ञानं न प्राप्तुं शक्नुमः. द्वि अणुकत्रयं मिलित्वा त्रि अणुकं भवति. इत्युक्ते तत्र षट् परमाणुः सन्ति, परमाणवः सन्ति. त्रि अणुक आरभ्य एव वयं तथा तस्य तद् द्रष्टुं शक्नुमः इति प्रथमनियमः. इत्युक्ते परमाणुपरिमाणम् इत्युक्ते परमाणुः वा स्यात् द्वि अणुकं वा स्यात् तस्य प्रत्यक्षं न भवति इति. तर्हि परमाणुपरिमाण अतिरिक्तपरिमाणम् इत्युक्ते परमाणुपरिमाणं विहाय अन्यपरिमाणम् इति प्रथमं प्रथमः नियमः. द्वितीयः नियमः अस्ति उद्भूतरूपम्. उद्भूतरूपम् इत्युक्ते सम्यक् दृश्यमानं रूपम् इति. इत्युक्ते तत्र रूपम् इति यद् अस्ति, रूपं तु केवलं पृथ्वी जलं तेजसि एव अस्ति, पृथिव्यां जले तेजसि. अत्रापि रूपम् उद्भूतरूपम् अस्ति, अनुद्भूतरूपम् अस्ति. उद्भूतरूपम् इति यत्र अस्ति तत्र एव वयं तस्य द्रष्टुं तस्य सम्यक् दर्शमानं दृष्टमानम् इति वदामः चेत् तदेव अस्ति. सम्यक् दृश्यमानं रूपं यदस्ति तदेव उद्भूतरूपमस्ति. तर्हि उद्भूतरूपम् अपि स्यात्, परमाणुपरिमाण अतिरिक्तपरिमाणमपि स्यात्. तत्र नियमद्वयम् अपि पूरयति चेतेव तस्य द्रव्यस्य प्रत्यक्षज्ञानं प्राप्तुं शक्नुमः. तत्र चित्रे पश्यन्ति चेत् तत्र प्रत्यक्षयोग्यः योग्याः इति घटः इति उदाहरणं स्वीकुर्मः चेत् घटस्य उद्भूतरूपमपि अस्ति, परमाणुपरिमाण अतिरिक्तपरिमाणमपि अस्ति इति कारणात् तत्र घटादयः प्रत्यक्षज्ञानयोग्याः. अवगच्छन्ति वा? अस्तु, रामप्रिया भगिनी, परमाणुपरिमाण अतिरिक्तपरिमाणम् इत्युक्ते किम् इति वक्तुं शक्नोति वा? किञ्चित् प्रयत्नं करोतु भगिनी, प्रायः आगामिकक्षायामपि पुनः पठामः, परन्तु किञ्चित् प्रयत्नं करोतु. यत् बहु लघु अस्ति इति किं सम्यक् रीत्या द्रष्टुं न शक्नुमः, बहु अनुमानमेव कर्तुं शक्नुमः, तदेव वा? अनुमानम् इति अनुमानम् इति वक्तुं शक्नुमः, परन्तु परमाणुः इति वयं तत्र आरम्भे तत्र आटम् आटम् तत्र विशेषः इति यदा खण्डशः न कर्तुं खण्डशः न कर्तुं शक्नोति यत्र तत्र तदनन्तरं यस्य खण्डनं न भवति तदेव परमाणुः अस्ति. तर्हि तत्र तादृशपरमाणुः अस्ति चेत् तस्य प्रत्यक्षज्ञानं न भवति. प्रत्यक्षज्ञानं न भवति चेत् केवलम् अनुमानमेव कर्तुं शक्नुमः इति. तदस्ति तत्र प्रथमं परमाणुः अस्ति, परमाणुद्वयं मिलित्वा द्वि अणुकं भवति. द्वि अणुकत्रयं मिलित्वा त्रयणुकं भवति, षट्. षट्. तर्हि यदा तत्र षड् अणुकं भवति तस्मिन् समये वयं द्रष्टुं शक्नुमः इति न्यायायिकाः वदन्ति. तर्हि यदा वयं तथा अस्ति चेत् तत्र पुस्तकम् अस्ति चेत् पुस्तकं खण्डशः कृत्वा कृत्वा कृत्वा वयं प्रायः एका स्थितिः आगच्छति यत्र तस्य इतोपि खण्डनं न भवेत् इति. तस्मिन् समये यः लघु अंशः अस्ति पुस्तकस्य तद्भवति परमाणुः, अपि च तस्य दर्शनमपि न भवेत्. तदस्ति परमाणुः. परन्तु तत्र यदा परमाणुः मिलित्वा किमपि पदार्थः भवति तस्मिन् समये पदार्थः तु वयं द्रष्टुं शक्नुमः खलु, तर्हि परमाणुः अपि पूर्वम् आसीत् इदानीं परमाणुः मिलित्वा द्वियणुकं त्रयणुकं तत्सर्वं भूत्वा इदानीं कश्चन पदार्थः वर्तते इति वयम् अनुमानं कृत्वा अवगन्तुं शक्नुमः. तत् अत्र तु परमाणुपरिमाण अतिरिक्तपरिमाणम् इत्युक्ते मध्यमपरिमाणं वा? मध्यम अथवा परममहत् परिमाणं, केवलं परमाणुपरिमाणं विहाय अन्यत् सर्वं परिमाणम् इत्युक्ते परममहत् परिमाणं मध्यमपरिमाणम् इति. तर्हि तत्र श्रेणित्रयं यद्वर्तते अत्र प्रथमश्रेण्यां मास्तु इति प्रथमनियमः. तत्र परमाणुपरिमाणे अस्ति चेत् तस्य प्रत्यक्ष सः प्रत्यक्षयोग्यः नास्ति. श्रेणी द्वितीयश्रेण्याम् अथवा तृतीयश्रेण्याम् अस्ति चेत् तत्र रूपम् अस्ति वा इति द्रष्टव्यं भवति. तत्र तु रूपं केवलं पृथ्वी जलं तेजस् तत्र प्रथम स्त्रीपदार्थेषु एव अस्ति. प्रथमत्रीद्रव्येषु एव तत्र रूपम् अस्ति. तर्हि तत्र वायुवादौ तु तत्र रूपं नास्ति इति कारणात् तत्र प्रत्यक्षयोग्यः एव न भवति. यदा तत्र पृथ्वीजलं तेजस् इति आगच्छति चेत् तत्र उद्भूतरूपम् अस्ति वा इति द्रष्टव्यं भवति. उद्भूतरूपम् अस्ति चेदेव वयं तत्र द्रष्टुं शक्नुमः. द्रष्टुमिति न, तत्र प्रत्यक्षज्ञानयोग्यः भवति. अस्तु अस्तु, अत्र इदानीम् अस्माकं समयः जातः. किञ्चित् एतस्मिन् विषये चिन्तयतु. आगामिकक्षायाम् इतोपि किञ्चित् अधिकं चर्चां कृत्वा अग्रे सरामः. अस्तु, धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः.